अस्तु एतदर्थं किं करणीयमिति चेत् आह एतदर्थं तु सत्कर्म सुरर्षे त्वं समाचर तत्ते कर्माभिधास्यन्ति साधवः साधुभूषणाः एतदर्थं सुरर्षे त्वं सत्कर्म समाचर ओ अधुना किं नाम सत्कर्म आचरणीयम् इति चेत् तत् ते कर्म सत्कर्म साधुभूषणाः साधवः साधूनां भूषणाः ये साधवस्सज्जनाः सन्ति ते तव अभिधास्यन्ति यत् किं तत् कर्म आचरणीयम् इति सज्जनाः भवते निवेदयेयुः।